नमस्ते महोदय. नमस्ते मणि महोदय. यङ्गन्तदातवः इति करपत्रम् अनुवर्तते, तर्हि अत्र प्रश्नः अस्माकं चर्चा जायमाना अस्ति. यत्र संयुङुः इत्यत्र यत्र द्वित्वं भवति तत्र प्रत्ययमपि योजयित्वा द्वित्वं भवति वा इति, नो चेत् धातोः केवलं द्वित्वं भूत्वा अनन्तरं प्रत्ययं योजयामः वा इति. तर्हि भगिनि, मम प्रश्नः एवम् अस्ति भगिनि. अहम् अवगच्छामि भवती यत् वदति अवहलादि त्यजतु, अजादि विषयस्य अहं पृच्छामि. किमर्थम् इत्युक्ते हलादेः विषये तु आदिमभागस्य एव द्वित्वं भवति खलु, तत्र क्लेशः नास्ति. मम प्रश्नः अत्र अस्ति, यत्र अजादिभागः अस्ति, अजादिधातुः, उदाहरणम् अत्र महोदयेन अश् इति स्वीकृतमस्ति, तर्हि यङ् योजयित्वा अश्य इति भूतम्. अधुना तेङोः इत्यनेन अश् द्वितीयभागस्य द्वित्वं भूत्वा अश्य श्य इति स्वीकृतं, तत्तु अङ्गीकरोमि, अवगच्छामि अधुना. किन्तु मम प्रश्नः तु, मम साक्षात् क्लेशः कुत्र आगच्छति इत्युक्ते, तथा एव अग्रे पश्यति चेत् उन् योगः सन् इति स्वीकृतमस्ति खलु, तर्हि शत्वादेशः इदागमः शत्वादेशः इत्युक्ते महोदय, तर्हि उन्दिश इति अत्र रूप इति सनन्तरूपम् अस्ति, तत्र तु अधुना संयुङोः इत्यनेन द्वित्वं करणीयम्. किमर्थं महोदय त्रयः एक किम् अस्ति, ओ अत्र त्रयः भागाः सन्ति, तेषु द्वितीयभागस्य भवति वा? अन्तिम यत्र प्रथमभाग उकार, द्वितीयभाग भवति नकार दकार इकार, तृतीयभाग भवति शकार अकार. ओ तर्हि द्वितीयस्य इति साक्षात् तृतीयस्य केवलं तु इदानीं चर्चा जाता. यदि भव उन्दिश इति सनन्तधातुमस्ति, यदि उन्दि य भवति यङन्तधातु भवति, वयं यकार योजयामः, उन्द् योजयामः, उन्द् अनन्तरं य भवति, उन्द् य भवति, सो समान प्रक्रिया भवति, उन्दि दि य नास्ति भगिनि, इडागमः नास्ति खलु, इडागमः नास्ति, उन्द् इति धातुः उन्द् अस्ति, यकार इदागमनं भवति, सो उन्द उन्ददय इति भवति, उन्द्य तत्र केवलं द्वयं नन्द्य निन्द्य इति भवति, निन्द्य इत्यस्य तु वयं पूर्वं दृष्टवन्तः खलु, तत्र नकारस्य रूप भवति, नकारस्य न भवति, नद्रायणानि, सो उदय उन्द्य उन्द् इति प्रथमम् अस्ति, उन्द्य इति अस्ति, अनन्तरं भवति उन्द्य धातूनाम् इडागमः भवति, किन्तु यङन्तानाम् इडागमः न भवति. किमर्थं दत्तम् अत्र सनन्तस्य एव इडागमः, तत्र सनन्तस्य दत्तमस्ति महोदयमस्ति, उन्दय अत्र यदि यङ् अन्तधातुः अस्ति चेत् उन्द् प्लस् य इति प्रथमं य योजयित्वा यङ् योजयित्वा तदनन्तरं द्वित्वं भवति, अत्र तु यङ् प्रत्ययः निमित्तं नास्ति इति महोदय उक्तवान् खलु, साक्षात् अङ्गं भवति, द्वित्वस्य अङ्गं भवति, षष्ट्यनिर्देशः अस्ति इति कृत्वा स्वयं तत्र तदन्तं पदं स्वयं तस्य द्वित्वं भूत्वा अधुना द्वितीयभागस्य अजादिः अस्ति इति कृत्वा द्वितीयभागस्य भवति, द्वितीयभागः प्रथम एकाच् भागः, द्वितीय एकाच् भागः भवति इन्न इद् य इति अस्ति खलु, तत्र तु नान्द्रयोगादयः इत्यस्मिन् नकारस्य द्वित्वं न भवति, तर्हि इद्य इति केवलं भवति, तर्हि उन्द्य द्य इति रूपं खलु, इङन्तदातु इति तदेव वयं चर्चयामः. नकारः तिष्ठति एव, तत् नकारः तु तिष्ठति, तस्य परं समयवादय द्वितीयभागः यदस्ति तस्यैव नकारः यत्र द्युत्वं भवति तस्यैव नकारः न द्युत्वं भवति. प्रथमभागस्य तु तिष्ठति, धातोः भागस्य तिष्ठति प्रथमं तु. प्रथमभागे तु तिष्ठति, प्रथमभागः तिष्ठति. उन्द् इत्यस्य नकारः लोपः भवति नान्द्रसमयवादयति सूत्रेण न महोदय. यत्र द्वित्वं भवति अत्र पश्यतु नान्द्रसंयोगादयति अचः पराः संयोगादयः न दराः द्वित्वं न भवति, तेषां द्वित्वं न भवति. किन्तु आदौ यत् तिष्ठति तत्तु तिष्ठति एव अजातिदातु. ऊ भगिनि ऊ तिष्ठति, नकार न तिष्ठति नो, नकार लोप भवति साधु. उद्यद्य भवति उद्यद्य भगिनि न, द्वित्वं तु द्वितीयभागस्य अस्ति खलु. द्वितीयभाग भगिनि द्वितीयभागस्य आरभ्य कुत्र भवति? प्रथम अचवनस्य अनन्तरम् आरभ्य पश्यतु. न भगिनि एवं वदति, आमाम् उन्देश तत्रापि उन्दि दिशा इत्यस्मिन् द्वित्वं यत्र भवति तत्रापि उदि दिशा इति नास्ति खलु. उन्दि इति प्रथमभागः यत्र अस्ति तत्र तु तिष्ठति. यत् वयं द्वित्वं कुर्मः ड्यूप्लिकेट् अस्ति खलु, ड्यूप्लिकेट् तः नकारः तिष्ठति. प्रथमभागे तिष्ठति अनन्तरम् आगच्छति तत्र लोपः भवति. प्रथमभागे तिष्ठति आम्, तर्हि तथा एव उ इन्द् य उन्द्य द्य इति भवति. उन्दुद्य साधु उन्दुद्य महोदय. यङ् यङन्त इति अत्र उदाहरणे तु सनन्तस्य अस्ति उन्दि दिशा इति, किन्तु यङ् कुर्मः चेत् उन्द प्लस् यङ् इति भवति खलु, सन् नास्ति, यदागमः न भवति. तर्हि उ इन् इद् य इति रूपं तस्य द्वित्वं भवति द्वितीयभागस्य, तथा तु नकारस्य द्वित्वं न भवति इति कृत्वा केवलम् इद्य इति एव योजयामः अन्ते. तर्हि द्य इति भवति धातुः. निद्रा इति अनेन लोपः भवति नकारस्य. क्षम्यतां महोदय, पुनः वदतु. उन्द्य द्य आम् तावद् उन्दद्य महोदय. सोपानं वदति चेत् वयम् अवगच्छामः. इव वक्तुमिच्छति वा महोदय भवान् एव? इदानीम् उन्दद्य इति रूपं भवति इति सम्यक् वा? उन्द्य द्य यकारः तिष्ठति, पूर्वभागस्य यकारः अस्ति, यकारः अपि स्वीकर्तव्यम्. तस्मिन्नेव अहं महोदय यदा आगतवान् तदेव मम अपि प्रश्नः आसीत्, किमर्थम् उन्दिशा इत्यस्मिन् उन्दिशा दिशा इति नास्ति? किमर्थं भगिनि उन्दि किम् अस्ति अत्र? उन्द्य द्य इत्यस्मिन् किमर्थं यकारः द्विवारम् आगच्छति इति मम प्रश्नः जातं. तदेव वयं चर्चां कृतवन्तः. सोपानेन गच्छामः महोदय. तर्हि प्रथम केवलं यङन्तनां पश्यामः. तत्र किं भवति? उन्द् इति धातुः अस्ति, यङ्प्रत्ययः तु भवति समभिहारार्थे यङ् प्रत्ययं योजयामः. तर्हि उन्द् य इति आगतं खलु. तदनन्तरं किं भवति? तदनन्तरं किं संयोगोः इति सूत्रेण द्वित्वकार्यम् इति विधिः अस्ति. अधुना द्वित्वविधानं सूत्रं किम् अस्ति? हलादि अस्ति चेत् एकाचो द्वे प्रथमस्य इति हलादि अस्ति चेत् अजादे द्वितीयस्य इति अस्ति. अस्माकं तु अजादिदातुः अस्ति वा कलादिदातुः अस्ति वा? अजादिदातुः अस्ति इति कृत्वा अजादिधातुः अस्ति चेत् द्वितीयभागस्य भवति इति उक्तमस्ति. अत्र द्वितीयभागः इत्युक्ते प्रथम द्वितीय तृतीय इति आगच्छति, अन्तिमभागस्य इति नास्ति. तदेव भगिन्या स्पष्टीकृतम् अस्तु. अधुना अस्माकं भाग कति एकाच् भागाः सन्ति? एकाच् भागेन स्वीकर्तव्यम्. अत्र उन्द्य इत्यस्मिन् इति प्रथम एकाच् भागः अस्ति वा? अच् एकाच् एकाच् अस्ति. द्वितीय एकाच् भागः किम् अस्ति? इन्द्य इति अस्ति. इन् इद् य इति द्वितीय एकाच् भागः. तर्हि एकाच् भागः तु द्वयमेव अस्ति. तृतीय एकाच् भागः अस्ति वा अत्र? नास्ति इति कृत्वा द्य इन् द्य इत्येव द्वित्वं भवति, द्वितीयस्य एव द्वित्वं भवति खलु. अजादेः इति सूत्रेण इति उन्द्य द्य इति भवति. अत्र नकारस्य तु यत्र द्युत्तं भवति ड्यूप्लिकेशन् भवति तत्र तु नकारः न गच्छति अपगच्छति. नान्द्रासंयोगादेः इति सूत्रं तर्हि उन्द्य द्य इति रूपम् आगच्छति. अधुना मम प्रश्नः आसीत् तदा तु मम प्रश्नः जातः अत्र सनादि आतुः इति महोदयस्य करपत्रे पश्यतु उन्द प्लस् सन् इति स्वीकृतमस्ति. तत्र किं भवति इत्युक्ते इडागमः अपि भवति सन् प्रत्ययस्य तदा किं भवति अनन्तरं श इत्यपि सन् इत्यस्य स इति अस्ति खलु तत्र तु षष्ट्वं भवति उ इन्द् अनन्तरम् ईश इति भवति इन्दिश इति सन् सनन्तम् अस्ति. अधुना पुनः संयोगोः इत्यनेन द्युतं भवति खलु सन् प्रत्ययानामपि द्युतम् अस्ति खलु सन्यङ्गोहन्तानामपि संयोगोः इति निरुतं सन् इत्यस्यपि संयोगोः इति निरुतं. किन्तु अत्र पश्यामः चेत् किं कति भागाः एकाच् भागाः सन्ति अत्र उ इति प्रथम एकाच् भागः इन्दि एकाच् भागः श इति तृतीय एकाच् भागः भवति. तदा किं भवति अजादे द्वितीयस्य इत्येव उक्तमस्ति तृतीय अन्तिमभागस्य इति न उक्तम् इति कृत्वा वयं श इति तु तृतीय एकाच् भागः अस्ति तद् तन्न स्वीकुर्मः इन्दि एव द्वितीय एकाच् भागः अत्र इति कृत्वा केवलम् उन्दि दि श इति स्वीकुर्मः. अत्र तु त्रीणि त्रयः भागाः सन्ति अस्माकं यङन्ताना भागद्वयमेव अस्ति. महोदय एकः प्रश्नः सन्यङ्गोः इति सूत्रं द्वयोः अपि सन् प्रति अपि यङ् प्रति अपि अधिकसूत्रं द्वित्वं भवति. यदा सन् प्रत्यये इडागमः अस्ति यङ् प्रति अपि इडागमः नास्ति वा? नास्ति. किमर्थं नास्ति? किमर्थं सूत्रं किमस्ति इडागमस्य सूत्रं किमस्ति? यकारः वलादि अस्ति वा? धन्यवादः. अपि ङित्वात् आत्मनेपदी भवति सर्वे सिद्ध सिद्धलिङ्गपदे ङित्वात् यङ् ङित् आत्मनेपदी सर्व ङित्वात् परस्मैपदी भवति. तस्य वैशिष्ट्यं भवति यङ् धातोः विधानम् अदन्तम् अस्ति आत्मनेपदी तिङ् प्रत्ययः भवन्ति अपि इटागमनं भवति इति तथा एव अस्ति. अजादिधातुः अस्ति खलु अजादिधातुः अजन्तधातुः भवति द्वादिगणवत् भवति किन्तु परस्मैपदिनः भवन्ति बुभुक्षति इति अस्ति खलु. इदानीं यदा दत्तं महोदयेन दट् इस् फार् सन् प्रत्यये परे दिस् एक्साम्पल् न यङ् प्रत्यये कः द्वितीयभागः अस्ति तत् परस्य उदाहरणं दत्तम् वेर् ऐ मम मनसि किं जातम् इत्युक्ते अन्तिमभागः इति मम मनसि जातं तथा नास्ति. एकाच् भागं पृथक् करणीयं वि हव् टु कन्सिडर् टु एकाच् भागः हौ मेनि एवर् एकाच् भागः कम्स् इन् वि हव् टु कन्सिडर् टु अस् मेनि एकाच् भागः अस् वट् एवर् द फार्म् हेस् अण्ड् देन् टेक् द सेकेण्ड् भागः. मम चिन्तनं केवलं किमस्ति विभागद्वयं कृत्वा कटिट् इन् टु टु पीस् इति चिन्तितवती तथा नास्ति. किन्तु कटिट् इन् टु अस् मेनि पीसस् वेर् इट् हेस् अस् मेनि एकाच् भागः रैट् each bhaga should have only one acharna and then we take the second one. samichinam bagini bahut samichinam adaneva drishtavati adaveva purvam vayam jnatavantah kimartham bagini adana pashyami vanyanam sukam mama avagamanam samichinam. अन्यत् किमपि आसीत् वा भगिनि चर्चा वयम् अपि यदि अभ्यासं तत्र अपि किं समाधानं भवति पठामः तत्र अहं अभ्यास अभ्यासम् इति द्वे संज्ञे तत्र आरभ्य वयं मङ्गलवासरे कृतवन्तः. अभ्यास अभ्यासमिति द्वे संज्ञे पूर्वोऽभ्यास द्वित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यास. पूर्वप्रथमान्तम् अभ्यासः प्रथमान्तं द्विपदमिदं सूत्रम् एकाचो द्वे प्रथमस्य इत्यस्मात् द्वै इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रं पूर्व अभ्यासः द्वयोः. सो द्वित्वानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यास. यथा यदि भू भूय अस्ति सो तत्र भू तस्य अस्ति अभ्यास भू भू प्रथमभागस्य यस्य भू भू तस्य द्वितं जातं सो भू भू तस्य भवति अभ्यास संज्ञा. सो पूर्वप्रथमान्तस्य अभ्यास. इदानीं यदि अजन्तधातुः अस्ति यथा वयं कृतवन्तः इदानीम् ओन्द्य द्य साधु तत्र अभ्यासः किं भवति तत् चर्चा जाता किं भवति अभ्यासः किमपि भवतु द्वितीयस्य द्वितीयं भवति चेत् अपि प्रथमभागस्य एव अभ्यासः इति खलु. सो द्वितानन्तरम् इति दत्तमस्ति द्वितानन्तरं यस्मिन् द्विवारम् उच्चारणं जातं यदि यस्मिन् द्विवारं जातम् इति द्वय द्वय इति भवति तस्मिन् द्वित्वारं जातं सो द्वय इति तत्र यदि वयं द्वय प्रथमद्वय तत् इत्यस्मिन् उन्द्य इति अभ्यासः उन्द्यद्य इति अभ्यस्तम् उकार उन् अभ्यस् इति किञ्चित् केवलं द्य द्य इति नकारस्य लोप अपगच्छति तिष्ठति खलु तर्हि इन्द्य इति प्रथम अभ्यासः इन्द्य द्य इति अभ्यस्तं तर्हि वयमपि निद्यद्य इति भवती वदति साधु निद्यद्य अभ्यस्त निद्यद्य इति तत्र यदि हलादिशेष भवती करोति अभ्यासस्य सो अभ्यास भवति निद्य साधु इन्द्य इन्द्य इति अभ्यासः तत्र इति जातं चर्चा उन्द्य वयं कुर्मः या केवलं द्य इति नित्य वा द्य इति कुर्मः ओ एवं भू इति अभ्यासः आम् आम् इति महोदय अग्रे अभ्यासः इत्यपि न स्वीकरणीयम् अभ्यस्तम् इत्यस्मिन् अपि भू इति न स्वीकरणीयम् उभे अभ्यास यदि पठतु उभे अभ्यास द्वितीयवारं द्वयोः समुदाय अभ्यससंज्ञको भवति सो द्वयोः समुदाय कः प्रथमभागस्य अपि द्वितीयभागस्य वा यत् द्वयोः समुदाय यस्य द्वित्वारं भवति तत् ग्रहणं कस्य ग्रहणं भवति इति चिन्तनं स्पष्टं नास्ति सो महोदय उक्तवान् यदि वयं यत् लिखितम् अस्ति तत् यदि स्वीकुर्मः द्वयोः समुदाय सो पूरणं वयं यदि उन्द्यद्य पूरण पूरणधातु संज्ञा भवति उभे अभ्यस्त वा केवलं द्वयोः समुदाय मीन्स् द्वय द्वय इति नित्यद्य इति तस्य करणीयं हलन्त इति तत्र समस्या नास्ति भू भूय तत्र भवति अभ्यस्तसंज्ञा भू भूय पूरणं साधु किन्तु अजन्त यदि धातु अजादि अस्ति तत्र समस्या आगच्छति सो महोदय उक्तवान् अग्रे सप्ताहे मातुं मातरं पृष्ट्वा अपि बहु काले काला कालं जातं सः लिखितवान् पाठं पुनः सः प्रशिक्षणं प्रशिक्षणं तेन करणीयम्. श्वेती आगच्छति. सो शुकमहोदयं भवती द्वयो मीन्स् केवलं यत् अर्थं तत् स्वीकरणीयं. पूरणं सः उक्तवान् उ इति भवति प्रथमभाग, निद्य इति भवति द्यद्य इति भवति द्वितीयभाग, पूरण निद्यद्यम् इति भवति यङन्तदातव इति वक्तव्यम्. उभे अभ्यस्त भवति निद्यद्य इति. किं समाधानम् आगच्छति अग्रे सप्ताहे वयं? अद्य अस्माकं पठनार्थं किमपि नास्ति वा? हलादिशेष तत्र ये उदाहरणानि सन्ति तत् वयं यङ् विधानं कृत्वा कृतवन्तः हलादिशेष अशर् पूर्वकया. आम् हलादिशेषः अस्ति. अभ्यासस्य आदिमः हल् वर्णः हल् शेषः, अभ्यासे अपरेषां हलां लोपः, हल् प्रथमान्तम् आदिः. भगिनीपूर्व अभ्यासकार्यम् इति पठितव्यं. पट् संयोः इत्यनेन अभ्यासकार्यं अभ्यासकार्यं यत् अस्ति तत् सामान्य अनन्तरं कानि कानिचन कार्याणि भवन्ति अभ्यासे, कानि च अभ्यासकार्यम् इत्युच्यते. यथा अभ्यासस्य ह्रस्वत्वम् अल्पप्राणत्वं च भवति. अभ्यासकार्यस्य पुनः विभजनं भवति सामान्य अभ्यासकार्यं विशेष अभ्यासकार्यं चेति. सामान्य अभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति, लटि सनि लि श्लौ चनि च. विशेष अभ्यासकार्यं भवति द्वित्वसम्बन्धप्रत्ययम् अधिकृत्य यथा लिटि विशेष अभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि पृथक्तया, यणि चिनि चिनि च. अत्र सामान्य अभ्यासकार्याणि प्रदर्श्यन्ते, ततः अग्रे यथास्थानं यङ्विशिष्टानि अभ्यासकार्याणि प्रदर्श्यन्ते. तर्हि अत्र सन्ति प्रमुखसामान्य अभ्यासकार्याणि: हलादिशेषः, हर् शर्पूर्वाकायः, कयः, स्वस्वः, पुरत्, कुपोषुः, अभ्यासे चर्चा. हलादिशेषः अभ्यासः, अभ्यासस्य आदिमः हल् विशेषः, अभ्यासे अपरेषां हलां लोपः. आदिमः इत्युक्तौ आदौ यः, न तु प्रथमः. अतः अजादिधातोः द्वित्वं क्रियते चेत् आदौ अच् वर्णः न तु हल् वर्णः इति कारणतः हलादिशेषः इत्यनेन अभ्यासे सर्वेषां हल् वर्णानां लोपः भवति. उदाहरणम् अट् अट् अट् अट् इति भवति. तर्हि अत्र अट् इति स्वीकृत्य एव वदामि अहम्. अट्ययोगः यङ् इति अस्ति, तर्हि अट्य इति. अधुना तु अट्य इत्यस्य संयोगः इत्यनेन द्वित्वं भवति. तर्हि अत्र तु विभागद्वयं वर्तते. अजादिः अस्ति, अचुवर्णद्वयं किमस्ति, एकाच् भागः द्वयं वर्तते. अ अनन्तरम् इत्य इति अस्ति. तर्हि अ इति प्रथम एकाच् भागः, द्वितीय एकाच् भागः अस्ति इत्य इति. तर्हि द्वितीय अजादे द्वितीयस्य इति सूत्रेण अ इत्य इति भवति. तथा अस्ति खलु भगिनि? अभ्यस्तम् इति भवति. सो यदि वयं पूर्वभाग स्वीकुर्मः ट्यस्य पूर्वभाग भवति ट्य इति. यदि वयं अभ्यास स्वीकुर्मः तद् तत्र यकारस्य हलादिशेषनेन लोप भवति. तो टकार अकार सो अटट्य इति भवति. ओ अटट्य इति भवति. अटट्य आम् अटट्य समीचीनम् अस्तु. यदि इति वयं पूर्वाभ्यासः यत् द्वितीयम् अस्ति तस्य पूर्वभाग स्वीकुर्मः इति वयं कृतवन्तः. समीचीनम् अस्तु भगिनि, अवगतवती. किन्तु क्षम्यतां, पुनः वदतु किं मनः आगच्छन्. मम अहं भवति खलु इत्य इति भवति खलु तावद् खलु. अधुना भगिनी स्मारयति इत्युक्ते यत्र प्रथमभागः अस्ति अस्माकम् अभ्यासः इति भागः तु अ इति आदवस्ति, अनन्तरम् इत्य इति आगच्छति, तत्तु अभ्यासः अस्ति खलु. तत्र तु हल्वर्णद्वयम् अस्ति, हलादिशेषः वदति प्रथम आदिमः हल्वर्णः एव भवतु, अन्य हल्वर्णः अपगच्छन्तु इति. तर्हि अत्र तु इत्य इति अस्ति, य इति अपि अस्ति, हल्वर्णद्वयं. तर्हि द्वितीय यकारस्य लोपं भूत्वा अपगच्छति, तर्हि इत् प्लस् अ भवति, अ इत् अ अनन्तरं त्य इति अस्ति खलु. तर्हि अटक् त्य इति भवति रूपम् इति. अस् अस्ति वा सकारः? कुत्र सकारः एव नास्ति खलु, अट् इति दातु अस्ति इति प्रथमं द्वितं भूत्वा साधु वा अट्य इति अट् इति दातु भवान् एव करोतु. अट् इति दातु रूपं भवति इति. अधुना अभ्यासः इति संज्ञा कस्य भवति? अभ्यस्तं किम् अस्ति इति वदतु प्रथमम्. अभ्यस्तसंज्ञा कस्य भागः? द्वयोः द्विदेश अनन्तरं द्वयोः समयोः अभ्यस्तम् इत्युक्ते किं वदतु महोदय? त्यजतु अ नास्ति खलु, अ इत्यस्य द्वितं न जातं, त्य त्य इत्यस्य एव द्वितं जातम्. आं महोदय, अट्य ट्य इति जातम्. आ इति प्रथम एकाच् भागः, तत् त्यजतु. द्वित्वं जातं तस्य एव अभ्यस्तं भवति खलु इति भगिनी आदौ तदेव पञ्चनिमिषात् पूर्वं भगिनी उक्तवती अस्ति. वयं चिन्तवन्तः अत्र लिखितमस्ति द्वित्वानन्तरं द्वयोः समुदाय अभ्यस्तसंज्ञको भवति. तर्हि यत्ति द्वित्वं भवति तस्य एव तद् अभ्यस्तसंज्ञा इत्युक्ते अ इत्यस्य द्वित्वं न जातं खलु, प्रथम अचवर्णस्य द्वित्वं न जातम् इति कृत्वा तस्य अभ्यस्तसंज्ञा नास्ति, केवलं ट्य ट्य इत्यस्य एव अभ्यस्तसंज्ञा. अधुना ट ट्य इत्यस्मिन् प्रथम पूर्वभागः अस्ति खलु, किम् अस्ति पूर्वभागः? ट्य इति अस्ति, तस्य तस्मिन् तु कति हल्वर्णाः सन्ति? वर्णद्वयम् अस्ति. अधुना किं वदति? एकः आदिमः तिष्ठति, अन्यः लोपः भवति. तर्हि कस्य लोपः भवति? यकारलोपः भूत्वा किम् किम् अवशिष्यते तत्र? यकारोत्तरमस्ति, यकारः अवशिष्यते खलु. द्वितीयस्य अनन्तरम् अकारः न द्वितं भवति. अस्तु, केवलं हलादिशेषः. आम् आम् अहम् आगच्छामि, रूपम् अहं वदामि. ट्य इति रूपं द्वितम् अभ्यासम्, अतः यकारः लोपः भवति, ट्य इति अभ्यासः. टकारः कारः अनन्तरं ट्य इति पूर्णरूपं भवति, यङन्तदातु रूपं भवति, अ टट्य अटट्य इति भवति. अटट्य धातु अकारः नवमुदानीं संयोजनमस्ति, आफ्टर् यकारस्य लोपस्य अनन्तरं अट्य इति रूपं भवति. इदानीं भवान् करो पठतु. धातुः अपि पश्यामः, अटट्यते इति भवति खलु, अटट्यते, अटट्येते, अटट्यन्ते इति. भवान् वदतु अग्रिम बहु भगिनी उक्तवती खलु पट्टुधातोः पट्टुधातुसंज्ञङ्गः इति सूत्रेण द्युक्तं भवति पट्टे अत्र एकाच्छेद अत्र पश्यतु अत्र तु भगिनी यथा भवति तदनन्तरम् वयं न पश्यामः पट्य पट्य इति पट्ये इति यङन्तरूपम् पट्ये इति यङन्तरूपम् इदानीं द्वितीयम् अस्ति चेत् अत्र हलादि एकाच् भागः हलादि अस्ति हलादि प्रथमभागस्य वदामि वदामि पकारः प्रथम अचुवर्णः यकारः महोदय अत्र एव किं चिन्तनीयम् इत्युक्ते हलादिधातुः अस्ति भगिनी उक्तवती खलु आं महोदय पट् इति प्रथमं स्वीकरणीयं पट् इति प्रथम इति द्वितीय एकाच् भागः महोदय भवान् क्रमेण वदतु पट् धातु अस्ति पट् धातु देन् धातो एकाचो हलादि संहारे अनेन सूत्रेण यङ् विधानं तु पठ्य इति भवति इदानीं यदि यङ् धातुः अस्ति तन् सन् यङो अनेन द्वितीयं भवति द्वितीयं कस्य भवति इदानीं प्रथमभागस्य एका हलादि एकाच् प्रथमभागस्य तत् अस्ति पकार उत्तरवती अकार तस्य भवति द्वितीयं सो प प द्वितीयं भागमस्ति छ सो प पठ्य इति वक्तव्यम् साधु पकारः एव द्वितीयं भवति हलादि धातुः स्वीकरणीयं तत्र एव महोदयेन पूर्वम् उक्तमासीत् यत्र हलादिधातुः अस्ति चेत् पट् इति प्रथम एकाच् भागः य इति द्वितीय एकाच् भागः तदनन्तरं पट् पट्य इति स्वीकुर्मः पट् इत्यस्य द्वितीयं भूत्वा पट् पट्य इति स्वीकुर्मः तदनन्तरं हलादिशेषः भूत्वा पपट्य इति भवति भगिनी अत्र यत् उदाहरणमस्ति पट् पच् एकाच् धातुः अस्ति यथा पत् उपरि दत्तमस्ति पच् पच् इति समग्रधातुः द्वितं भवति तत्र यक् यङ् लुक् भूत्वा तदनन्तरम् इति भवति इदानीम् अस्माकं पाठमस्ति किन्तु पूर्वं महोदयः उक्तवान् प्रथम एकाच् भागः तत्र हल् वर्णः कुत्र स्वीकरणीयः इति महोदय उक्तवान् तदा उक्तवान् यत्र हलादि अनेकाच् अस्ति धातु अनेकाच् भवति यकारविधानं भूत्वा सत्यं तत्र तु इति यदि अजादिः अस्ति चेत् वयं किं कृतवन्तः उन्द्य इत्यस्मिन् वयम् अपृथक्तया कृत्वा अनन्तरं हल्वर्णः ये सन्ति मध्ये तानि सर्वाणि वयं द्वितीयभागे वयं स्वीकृतवन्तः यत्र हलादिः अस्ति चेत् यत्र मध्ये हल्वर्णः ये सन्ति ते वयं प्रथमभागे स्वीकुर्मः इति महोदय उक्तवान् इदानीं हलादि पट्य इति भवति इति अहम् उक्तवती तावदेव पट् पट्य तदनन्तरं पट्य इति रूपभेदः प्रायः न भवति किन्तु महोदय एवं स्वीकर्तव्यम् इति प्रथम एकाच् भागः कः इत्युक्ते पट् इति न केवलं प भवति भगिनि पकार अकार यदा हलादिधातुः अनेकाच् अस्ति चेत् प्रथमः एव द्वितं भवति इति कुत्रचित् दत्तम् अहं चिन्तयामि केवलं पकार उत्तरवती यकार भवति प्रथमभागस्य इति एव अस्ति तद् पश्यामः भगिनी उपरि उपरि दत्तम् अहं चिन्तयामि हलादि अपि अनेकाच् एकाचो द्वे प्रथमस्य तदत् परम् अत्र एकाच् आम् आम् आं प्रथमस्य एकाच् द्वे अनन्तरं यथा जा जागृ अस्ति जा जा इति जागृ भवति इदानीं यङ् विधानं भूत्वा धातुः अनेकाच् भवति इदानीम् एकाच् नास्ति सो पठ्य इति अस्माकं धातुः अस्ति इदानीं पठ्य भूत्वा तदनन्तरं द्वितीयं कार्यं भवति कारणं कि यदि यङ् विधानं भवति अभ्यासकार्यं यत् तस्य अङ्गकार्यं कर्तव्यं साधु सो अङ्गकार्यं कर्तव्यम् इति द्वितम् इदानीम् आगच्छति. सो पठ्य यदि द्वितं कुत्र भवति, पकार उत्तरवती यकारपर्यन्तं प्रथमभाग, द्वितीयभाग अस्ति ठकार यकार उत्तरवती यकार. सो प इति भवति प्रथमभाग, तस्य भवति द्वितं. सो प पठ्य इति आगच्छति. यदि भवती स्वीकरोति पठ् पठ्य इति, तत्र हलादिशेषणे ठकारस्य अनुप भवति, किन्तु इति चर्चा जाता प पठ्य इति हलादिशेषस्य आवश्यकता नास्ति, कारण कि अनेकाश धातुः अस्ति, पकार उत्तरवती अकार एवं प्रथमभाग भवति इति अन्तिव्य महोदय उक्तवान्. कारण कि सर्वे उदाहरणानि यङ्ग् लुगन्त पाठस्य अत्र दत्तम् अस्ति, किन्तु वयम् अस्माकं चिन्तनं य विधानं कृत्वा कर्तव्यम् इदानीम्. अस्तु, पठ्य इति रूपस्य द्वितीयस्य अनन्तरं रूपं पुनः वदामि. रूपं साधितं भवति पठ्य इति कृत्वा. आं, पठ्य वदामि, सम्यक् अस्ति वा? इद वदतु, पठ्य इति रूपं भवति इदानीं द्वितं भवितुम् अर्हति कुत्रचित् हलादि धातुः, परन्तु अत्र द्वि अचूर्ण अस्ति, पकारः अन्ध यकारः अपि, अतः द्वितीयस्य एव द्वितं भवति वा? न न, हलादि अस्ति तु प्रथमभागस्य प्रथमभागः सूत्रं वदति तदेव एकस्य प्रथमस्य प पठ्य वा साधु पठ्य पठ्य आमां. अस्तु, धन्यवादः. इदानीं द्वितीय करोतु, तत्र जा अत्र एक अस्ति अक्षरः, हलादि अपि अस्ति, अतः जा इति रूपं भवति. ओ, जाय इति सम्यक् वा? यज्ञं चकार आकार अपि ज्ञान्या अति वस्तु साधु. सो जा भवति, जान्या इति भवति. एकनिमिषं, मा जा अस्ति चेत् जान्याय इति भवति, जान्याय इति भवति. जकार ञकार संयुक्तवर्णः अस्ति साधु, ज्ञा जकार ञकार आकार, यकारविधानं भवति य साधु य अ. सो इदानीं ज ज्ञा पूर्ण ज्ञा इति भवति प्रथमभाग, य भवति द्वितीयभाग. सो ज्ञा तस्य भवति द्वितम् ज्ञान्या. इदानीं हलादिशेष स्वीकरोतु, ञकारस्य लोप भवति, जकार आकार जा ज्ञाय इति भवति रूपं जान्याय. यत्र अत्र दत्तमस्ति यङ् लुगन्त रूपं जन्या, यङ् विधा यङ् रूपं भवति जान्याय साधु. भव्या भगिनि अङ्गीकरोमि. आं भगिनि, अवगच्छामि. अस्तु, तत्र संयोहमस्ति, अतः रूपं वदति वा? सो या ज ञ इति संयुक्तवर्णः अस्ति साधु, ञ कथं वक्तव्यं, ज्ञा तु इदानीं समाधानं जातं. हलादिशेष यदि यङ् धातुः अस्ति कुत्र भवति हलादिशेष तत् संयुक्त धातुः अस्ति तत्र भवति. अपि यत् अजादिधातुः अस्ति तत्र कार्यं भवति. यत्र धातु हलादि अस्ति तत्र हलादिशेष तस्य कार्यं न भवति. कारणं कि हलादि तस्य एव द्युतं भवति साधु हलादि वर्णस्य. प्रश्नः नावगतः यदि यदि स्वीकरोति पठ् पठ् पठ्य साधु पठ्य तत्र हलादिशेषस्य कार्यं न अभवत् साधु. तो संध्या भगिनी पृष्टवती महोदयं सो तस्य कार्यं न भवति वा यदि यङ् विधानम् अस्ति. तो शुकमहोदयं सूचितवान् यदि यथा ज्ञा धातुः अस्ति तत्र जकार ञकार अस्ति तो ञकारस्य हलादिशेष अनेन लोपः भवति. यदि संयुक्त हलादि अस्ति तत्र हलादिशेषकार्यं करोति. अपि यत्र अट्यट्य यदि वयं दृष्टवन्तः यत् अजादि धातुः अस्ति इत्यस्मिन् अपि तथा भवति खलु. तर्हि उनद्य इति भवति खलु रूपं तस्य न निद्रा आगच्छति न तत्र चिन्ता नास्ति. किं न नकारस्य द्वित्वं न भवति किन्तु हलादिशेषः तु भवति खलु इति कृत्वा उ इन्द यकारस्य लोपं भूत्वा इद् यकारस्य लोपं भवति. तर्हि नकारः अनन्तरम् अकारः भवति. तर्हि उ न द्य इति भवति उनद्यते इति भवति. आमां यकारस्य प्रथम यकारस्य लोपः भवति. दकारस्य अपि लोपः भवति नकारः एव उनद्य भवति उनद्य भवति यकार दकार द्वितीय दकारस्य लोपः भवति साधु उनद्य. सो इदानीं उदाहरणानि यस्य अस्ति तस्य वयं कृतवन्तः धन्धः अनन्तरं अग्रिमं करणीयं वा. आमाम् अहं नमस्ते भगिनि विलम्बेन आगतवती. चिन्ता नास्ति वयं तु वित्तस्य विषये वित्तकार्यस्य विषये पुनः चर्चां कुर्वन्तः. सो इदानीं विचारणीयं धन् निज सर्वे कथं भवति. धन् इति खलु तर्हि प्रथमं भवति धन् इति धातोः समभिहारार्थे यङ् प्रत्ययः विधीयते. क्रिया धातोरेकाचो हलादेः क्रियासमभिहारे यम् इति सूत्रेण तर्हि धन् य इति भवति. अनन्तरं संयोः इत्यनेन द्वित्वं भवति. तर्हि यत्र द्वित्वम् अधुना यत्र चिन्तयामः हल् एक प्रथम एकाच् भागः अस्ति ध इति द्वितीय एकाच् भागः अस्ति इन् य इति अस्ति इन्य इति. अधुना हलादिधातुः अस्ति इति कृत्वा एकाचो द्वे प्रथमस्य इति सूत्रेण प्रथमभागस्य द्वित्वं भवति. तर्हि ध धन्य इति भवति दधन्य इति रूपम्. अत्र तु किमपि अन्यकार्यं नास्ति इति मन्ये. प्रथम अभ्यासस्य तु घोषः इति किमपि नास्ति. अनन्तरम् अभ्यासे चर्चा इत्यनेन अभ्यासस्य तु अल्पप्राणः भवति खलु. तर्हि किन्तु वयं तत् न कृतवन्तः. भवती कर्तुं शक्नोति विद्या भगिनी कृतवती किन्तु भवती कृत्वा दधन्य भवति दधन्य दधन्यते इति भवति दधन्येते दधन्यन्ते. किं द्वितीयम् अन्यः अहं करोमि. अस्तु, धातु निज् अस्ति, हलादि धातु एकात् सम क्रियासमहारे अनेन यङ् विधानं भवति, धातु भवति निज्य, इदानीं निज्य संयङु अनेन धातु हलादि अस्ति, सो प्रथमभागस्य भवति द्वितं, सो नि इति भवति प्रथमभाग्य, सो नि निज्य इति भवति प्रथमभाग. तत्र यदि वयं पूर्णतया कुर्मः, सो निकार नकारस्य एकार भवति, ने नेच्य भवति, साधु किं भगिनि वयं न कुर्मः, निर्निज्य इति तावत्पर्यन्तं वयं कृतवन्तः. गुण भवति साधु, यथा गुणोयङ् लुको अत्र न नीत्वा नास्ति चेत् तत्र न भवति साधु गुण. गुणो यङ् लुकोः यङि यङ् लुकि अपि कार्यं भवति, यङि अपि अस्तु, यङ्लुकोः विवचने अस्ति खलु, तस्य अर्थः अस्ति यङि यङ् लुकि इति अर्थः. ओ यङि यङ् लुकि द्वयो नेनिज्यति भवति, अन्ते मणिमहोदय अग्रिमं करोति वा तदनन्तरं. पूर्वं दण् इति उक्तवती किल, अत्र अल्प किं वर्णः प्रथमः अस्ति दण् इति अल्पप्राणदकारः भवति, तृतीयवर्णः वा तृतीयवर्णः. ओके सम्यक् धन्यवादः. इदानीं विश् इति धातु आह्लादे एकाच क्रियासमीपरेकाच हलादेः क्रियासमीप धातोरेकाचो हलादेः क्रियासमीपरे यङ् इति सूत्रेण यङ् विद्यते, अनन्तरम् अधः विश् इति, इदानीं विश्य इति, इदानीं द्वि अचुवर्णः अस्ति, अजाति अस्ति, हलादि अस्ति, धातु हलादि, अत्र अचुवर्णः द्विवर्णः अस्ति, अधः पूर्ववर्णः एकाचो द्वे प्रथमस्य इति सूत्रेण विश्य, इदानीं संयङ्गो युक्तं भवति द्वितीयकाशस्थाने एकाचेत् प्रथमस्य इति सूत्रं कार्यं करोति, हलादिदातु इत्यनेन विविश्य इति रूपम्. अनन्तरं सूत्रेण वेविष्य इति रूपं वा वेविष्यते वेविष्यते वेविष्यन्ते वा. धन्यवादः धन्यवादः. खाद् इति भगिनी वदतु वा भगिनि, अरुणा भगिनि. आं भगिनि, खाद् धातोरेकाचो क्रियासमव्यवहारे यङ् इति सूत्रेण यङ् विधीयते, खाद् खाद्य इति धातु सनाद्यन्त धातोः धातुसंज्ञा भवति, संज्ञो इति सूत्रेण द्वित्वं भवति, प्रथम खाद्य खाद्य खाद्य अनन्तरं ओ अश्वः इति सूत्रेण खाद्य अभ्यासे चर्चितेन महाप्राण अल्पप्राणं भवति भगिनि, खाद्य अत्रापि अत्र दीर्घोचितः इति भवति प्रायः अनन्तरम् अपि कुहोचु अनेन चकार आगच्छति साधु. आमामाम् चकारः भवति प्रथमं चकारः भवति तदनन्तरं चर्च अभ्यासे चर्चनेन चकारस्य चकारः भवति अल्पप्राणचकारः भवति तावदेव द्वयमस्ति अभ्यासे चर्च भवति द्वयमस्ति चर्च अपि भवति अस्ति चेत् तृतीयवर्णः भवति यदि द्वितीयवर्णः अस्ति चेत् प्रथमवर्णः भवति अभ्यासे झल् स्थाने झष् चर् च आदेशो भवति आं भगिनि तदेव वदामि अत्र चतुर्थवर्णः अस्ति चेत् तृतीयवर्णः भवति द्वितीयवर्णः वर्णस्य द्वितीयवर्णः अस्ति चेत् प्रथमवर्णः भवति अत्र तु द्वितीयः अस्ति खा इति अस्ति इति प्रथमकारः भवति तदनन्तरं यथा भगिनी उक्तवती प्रथमं कोशुः इत्यनेन प्रथमं चकारः भवति तदनन्तरम् अल्पप्राणचकारः भवति प्रथमवर्णः अहं चकारः आगच्छति खलु तत्र च खाद्य च खाद्यति भवति साधु आं भगिनि तत् अहं उक्तवती तदेव भगिनी पुनः वदतु अत्र दीर्घोकितः इत्यपि अस्ति इति मन्ये यद्यपि च इति भवति तदनन्तरं प्रायः पश्यामः दीर्घोकितः इत्यनेन च खाद्य इति भवति अस्तु अपि भवति दीर्घो यदि कार्यम् आगच्छति तद् इदानीं वयं केवलं द्वितविधानं कृतवन्तः केवलं द्वितविधानं पश्यामः अनन्तरं यावत्पर्यन्तं वयं कर्तुं शक्नुमः कुर्मः इदानीं भीष्यति धातुः इति अस्ति धातोरेकाचो फलादेः क्रिया संविहारीयम् इति प्रत्ययस्य विधानं तर्हि यङन्तं भवति इति अधुना संयमोः इत्यनेन भवति अत्र तु धि इति प्रथम एकाच् भागः अस्ति श्य इति द्वितीय एकाच् भागः तर्हि एकाचो हलादिधातुः अस्ति इति कृत्वा एकाचो द्वे प्रथमस्य इत्यनेन प्रथमभागस्य द्वित्वं भवति धि धि इति भवति तदनन्तरं किं भवति अधुना तु किम् अस्ति अस्माकं धि इति अभ्यासे चर्च प्रथमं सामान्यकार्यं भवति चर्चा भवति तर्हि अल्पप्राणदकारः भवति दिदिश्यति भवति अनन्तरं गुणो यङ्को इत्यनेन अस्तु इदानीं मम क्रमः साधु किमस्ति विज् विज् धातु धातु आह्लादौ एका हलादि एका च क्रियासंहारे अनेन यङ् विधानं विज्य भवति धातु इदानीं संयङोनने धातुसंज्ञा आगच्छति विज्य तदनन्तरं सनाद्यन्तरेण धातुसंज्ञा आगच्छति इदानीं संयङोनेन द्वितीयं भवति प्रथम हलादि अस्ति तु प्रथमभागः अस्ति वि वकारो तर्वति इकार वि वि विज्य इति भवति तदनन्तरं विशेषकार्यं भवति गुणो यङोनेन वि विज्य वे विज्यते वे विज्येते वे विज्यन्ते इति भवति साधु ओके अहम् आगमे तुर् तुर् धातु धातोः रेखा च हलादे क्रियासंहारे इत्यनेन यङ् भवति अथवा तुर्य इति रूपम् अनन्तरं सन्यङ्गौ इति सूत्रेण द्वितं भवति इदानीं धातोः रेखा च हलादे क्षम्यताम् एका च द्वे प्रथमस्य इति सूत्रं कार्यं कृत्वा तु तुर् य इति तु तुर्य इति रूपं भवति इदानीं अभ्या धातोर् तु इत्यस्य गुणः भवति धातोर् यङ् यङ् गुणो यङ् लुकि वा गुणो यङ् लुको गुणो यङ् लुकि इति सूत्रेण यङ् लुकोः गुणो वदतु महोदय गुणो यङ् लुकोः इति हा गुणो यङ् लुकोः इति सूत्रेण वदामः राम रामसीतयोः तथा यङ् लुकोः धोतुर् इति रूपं भवति धोतुर्य इति रूपं भवति अनन्तरं तदेव तोतुर्यते तोतुर्यते तोतुर्यन्ते इति रूपाणि भवति बस् बस् दातु धातोर् एकाचो हलादेः क्रियाभिप्राये क्रियासमाभिहारे यङ् इति सूत्रं यङ् विधीयते सन्नद्या यङ् योजनेन बस्य इति रूपं सनाद्यन् धातुसंज्ञा भवति सनाद्यन्तधातवः इत्येन संज्ञङ्गो इति सूत्रेण द्वित्वं भवति प्रथम एकाच्ये हलः द्वित्वं भवति भस्य इति रूपं तदनन्तरम् अभ्यासचर्च इति सूत्रेण अल्पकारः आगच्छति भस् स्पर्धति स्वीकरणीयं वा षट्पूर्वकय इति षर्पूर्वकयः यस्य अभ्यासस्य पूर्वं शर् परञ्च खै तस्य तु खै एव शेषः भवति अन्ये हल् हलः च लुप्यन्ते इति तर्हि हलादिशेषः इत्यस्यैव बाधकसूत्रम् अपवादः अत्र अस्ति तर्हि स्पर्द् इति धातुः धातोरे एकाच् नास्ति तर्हि अस्य एकाच् अस्ति वा अस्ति आम् इति कृत्वा हलादिः एकाच् अस्ति इति कृत्वा धातोरेकाचो हलादेः क्रियासमुद्विहारे यङ् इति विद्यते तर्हि स्पर्ध्य इति अधुना संयङ्गोः इत्यनेन दृष्ट्वा अत्र तु प्रथम एकाच् भागः तु स्प इति अस्ति अनन्तरं यर्घ्य इति द्वितीय एकाच् भागः तर्हि एकाचो द्वे प्रथमस्य इत्यनेन यदा प्रथमस्य भवति तथा तु शर्पूर्वहलादिशेषः इति कार्यं न करोति शर्पूर्वकयः कयः इत्यनेन पकारः तिष्ठति सकारस्य लोपः भवति तर्हि प प अनन्तरं स्पर्ध्य इति भवति पस्पर्ध्य इति अन्धं पा इति भवति वा न जाने तर्हि मम क्रमः स्पूर्ज धातुः अस्ति अत्र पुनः हलादि एकाचो हलादि क्रियासम्भारेण यङ् विधानं क्षम्यता स्फूर्जय इति भवति स्फूर्ज्य इदानीं प्रथमभागं सनाद्यन्तधातु तदनन्तरं संज्ञोनेन द्युतं प्रथमं भागः अस्ति स्पू द्वितीयभागः अस्ति रिज्य प्रथमभागस्य हलादि अस्ति तस्य भवति द्वितम् इदानीं हलादिशेषप्रभाद्य शर्पूर्वखय सकार अस्ति शर्वर्ण पकार अस्ति खयवर्ण सो सकारस्य लोप भवति प पुस्पूज्य हस्व भूत्वा पुस्पूज्य इति भवति साधु स्पूज्यते द्वितं भवति अत्र वदतु पुनः किं रूपं दातु अत्र द्वितीयस्य कथं द्वितीयं भवति इति पुनः वदतु प्रथमैकास्वादः इति प्रथमैकास्वादः अस्ति सकार पकार उकार उकारपर्यन्तं प्रथम एकाच् भागः द्वितीयभागः अस्ति रेफ जकार यकार अकार सो स्पूर्ज्य भवेत् किन्तु षट् पूर्वक हय अनेन सकार अस्ति शर्वर्ण कारयवान सो सकार किशर्वाणस्य लोपः भवति सो सकारस्य लोपः भूत्वा पूस्पूर्ज्य इति धातु आगच्छति इदानीं यदि ह्रस्वकरणीयं गुणो यङो लोको अनेन पोस्पूर्ज्य इति भवति तदनन्तरं प्रथमं सामान्यकार्यं साधु तदेव स्तम्भदीरूपं वदामि वा प्रयत्नं करोमि स्तम्भ इति दातु इदानीं हलादेकाच न स्मृतं दातोरेकाच हलादे क्रियासङ्गारे यङ् इत्यनेन यङ् विद्यते अतः स्फूर् स्तम्भ्य इति रूपम् इदानीं सन्यङ्गः इति सूत्रेण धातु सम्यक् भवति सन्यङ्गः इति द्वितमपि समाद्यन्तदातौ इत्यन सन्यङ्गः इति द्वितं भवति कारणेन अत्र एकाचद्वे प्रथमस्य इति सूत्रं कार्यं करोति अतः स्तम्भ्य इति रूपम् इदानीं स्वपूर्वकः इति कै वर्णः सकारः तिष्ठति सकारः लोपः भवति अतः तस्तम्ब्य इति रूपं दीर्घं भूत्वा तातम्ब्य तास्तम्ब्य इति वा तकारस्य दीर्घ न भवति वा इति प्रायः भवेत् किन्तु वयं न कृतवन्तः विशेषकार्याणि अस्तु अस्तु तत् स्तम्भ्य इति रूपम् इदानीं पर्यन्तं यत् कृतवन्तः वर्गे धन्यवादः भगिनि स्तुब् दातु धातोरेकाचो हलादेः क्रियासमभिप्राये यङ् इति सूत्रेण यङ् विधीयते स्तुभ्य इति धातुः सनाद्यन्त सूत्रेण धातुसंज्ञा भवति सन्यङ्गो इति सूत्रेण द्वित्वं भवति प्रथम एका अत्र हलादिशेष बाद्य सत्पूर्व खयः इति सूत्रेण अभ्यासपूर्वशर्परस्य खै अस्ति चेत् खै वर्ण एव अवशिष्यते अतः थु एव वसिष्यते तुभ्य किं भगिनि स्तुभ्य गुण भवति स्तोभ्य इति रूपम् इदानीं भव्या भगिनि खल् इति अस्ति धातोरेका च हल्लादेः क्रियासंविहारयम् इति यं कृते विद्यते कल्य इति संयमोः इति विद्युत्वम् अधुना एकाच हल्लादि अस्ति इति कृत्वा एकाच प्रथमस्यति भवति तर्हि प्रथम एकाच् भागः भवति ख इति अनन्तरं स्कल्य इति द्वितीय एकाचभागः, तर्हि स्क इत्यस्य द्वितीयं भवति, स्क स्कल्य इति भवति, अनन्तरं शर्पूर्वाकायः इत्यनेन सकारस्य लोपः भवति, तर्हि ख स्कल्य इति भवति। अधुना तु चर् किम् अस्ति कुहोशुः इत्यनेन चकारः भवति, तर्हि छ खल्य इति भवति, अनन्तरम् अभ्यासे चर्चा इत्यनेन किमस्ति अल्पप्राणचकार छ खल्य इति भवति, अनन्तरं किम् अस्ति इति पश्यतु। इदानीं मम स्पश् धातु धातु एकाचोहलादिक्रियासम्भारणे यकारसविधान यङ् विधानं स्पश्य इति भवति। इदानीं सानाद्यन्तधातु संज्ञा आगच्छति, संज्ञोनेन द्वितं कर्तव्यं। स्प इति प्रथमभागः अस्ति, सकार अस्ति शर्वण, पकार खर्वण अस्ति, तु प्रथम षट् पूर्व आख्यनेन सकारस्य लोपः भवति, पश्य इति भवति। इदानीं प्रायः दीर्घोकित अनेन पास्पश्य इति भवेत्, किन्तु अग्रिमे सप्ताहे प्राभवति। साधु भगिनि, पास्पश्यते, पापश्येते, पास्पश्यन्ति इति भवति। स्तिग् तदेव स्तिग् इति धातु अस्ति। इदानीं धातो रेखाचो हलादे क्रियासंहारे इत्यनेन यङ् विद्यते, स्थिद्य इति रूपं भवति। इदानीं सनाद्यन्तदातः सन्यङ्गो इत्यनेन द्वितं भवति, द्वितीयकारणेन अत्र हलादि धातुः अस्ति, अतः एकाचोदिवे प्रथमस्य इति कार्यं करोति अत्र। अतः स्थिग्य इति रूपं भवति। सर्पूर्वकयः इति सूत्रेण अत्र अभ्यासे स्तिग् स्ति इत्यस्य सकार अपि विलोपं भवति, ईकारः अपि विलोपं भवति अहं चिन्तयामि, तकारः तिष्ठति, अतः तस्तिग्य रूपं, तस्तिग्यते, तस्तिग्यते, ते सन्ति इति रूपम्। इकारलोपं न भवति, सर्वर्णः एव लोपो भवति वा, तिष्ठति। हा हा अस्तु, धन्यवादः। तिस्तिग्य इति रूपम्, अनन्तरम् अत्र स्थितिज्य गुणयङ्लुकि इत्यनेन ते स्थिज्य इति रूपं, ते तिज्यते, ते गृह्यते, ते सन्ते इति रूपाणि। अस्तु वा, धन्यवादः। ओके भगिनि, स्फुर् स्फुर् इति एकाच् धातु, धातोरेकाचोहदादेः क्रियासमविव्यहारे यङ् इति सूत्रे यङ् विधीयते। स्फुर्य इति रूपम्, सनद्यन्त धातोः इति सूत्रेण धातुसंज्ञा भवति, तदनन्तरं सन्नेङ्गु इति सूत्रेण प्रथमस्य एकाचो द्वे भवति। स्फुर्य सर्पूर्वोखयः इति सूत्रेण खर्वर्णः एव अवशिष्यते, फु स्फुर्य अत्रापि अभ्यासचर्चे भवति भगिनि, पकारस्थाने अभ्यासचर्चे पुस्फुर्य गुण भवति, पोस्फुर्य स्फुर्यते, स्फुर्य स्पृयते स्पृयेते स्पृयन्ति पो स्फुर्यते पो स्फुर्येते पो स्फुर्यन्ते साधु पन्नि तावत् पर्यन्तं कृतवन्तः भगिनि एकः प्रश्नः सखल् अत्र अत्र दत्तमन् अनन्तरं केवलम् अभ्यासचर्चे भवति वा अर्कास्थाने गुहोश्चुः इति सूत्रेण चकार आगच्छति भगिनि या चकार आगच्छति प्रथमं गुहोचु अनेन द्वयो द्वयोः द्वे सूत्रे सूत्रं द्वयस्य कारणमस्ति अभ्यासे चर्चा अपि गुहोचु ओके अस्तु भव्या भगिनि समाप्तं कुर्मः गतवती वा म्यूट् मध्ये एव आं भगिनि विरमामः भगिनि धन्यवादः किमपि अस्तु शुभरात्रिः शुभरात्रिः